तर्हि नमस्ते. अद्यतनविषयः अस्ति चुरादिगणे विशेषदातवः इति. तर्हि तत्र गतसप्ताहे अदन्तदातवः इति कृत्वा वयं परिशीलितवन्तः. अधुना तु द्वितीय अंशः अस्ति कृत् धातोः विधिः इति अस्ति. तर्हि रामप्रिया भगिनी आरम्भं करोति. आं भगिनि, कृतधातोः विधिः. कृत् संशब्दने प्रसिद्धं करोति, उद्घोषणं करोति, गुणं प्रसारयति. उपादायाश्च इति सूत्रमस्ति. कृप्धातोः विधिः. कृपेश्च अवकल्कने विचारं करोति, चिन्तनं करोति. कृपो रोलः इति सूत्रम्. कृप् धातोः रेफस्य लकारादेशो भवति. र इति श्रुतिसामान्यं बोध्यं. तेन यः केवलो रेपः, यश्च ऋकारस्थः, तयोः द्वयोः अपि ग्रहणं. लः इत्यपि श्रुतिसामान्यम् एव. अतः आहत्य कृप् धातोः यदा गुणादेशं कृत्वा रेपो भवति, तस्य रेपस्य स्थाने लकारादेशः पुनः कृप्धातोः ऋकारस्य यः रेपसदृश अंशः, तस्य स्थाने ल सदृश अंश आदेशो भवति, नाम ऋ स्थाने ल. सूत्रे कृपो कृप् योगः उः इति विच्छेदः. कृप लुप्तषष्टिकं पदम्, उः षष्ट्यन्तं, रः षष्ट्यन्तं, लः प्रथमान्तम् अनेकपदम् इदं सूत्रम्. कृपः इत्यस्य द्विवारम् आवृत्तिः. सूत्रं स्वयं सम्पूर्णं. कृपः उः, कृपः रः, लः. एतत् सूत्रस्य अर्थं कृप्धातोः रेपस्य स्थाने गुणादेशं भूत्वा रेपस्य स्थाने लकारः आदेशः भवति. रेपः इत्युक्ते रेपः ऋकारः द्वयोः. लः अपि भगिनी, लः ऋकारस्य श्रुतिसामान्यं वा? न, अत्र किम् उक्तमस्ति इत्युक्ते रेप् र इति श्रुतिसामान्यम् इति बोध्यं रेपः इति. यत्युक्ते रेपः इत्युक्ते रेपः ऋकारः द्वयोः अपि ग्रहणम् इति उक्तमस्ति. अनन्तरम् अत्र लः इति सूत्रे लः इति अस्ति खलु. सूत्रे रेपः अस्ति, कृपोः रो लः इति अस्ति खलु. तर्हि रेपस्य तु ऋकारः रेपः द्वयोः ग्रहणं. लः इत्यस्यापि श्रुतिसामान्यं यथा रेपः श्रुतिसामान्यं रेपस्य ऋकारस्य भवति, तथा एव ल इत्यस्यपि श्रुतिसामान्यं भवति. इत्युक्ते लकारस्य लकारं गृह्णाति, अनन्तरं लृ इत्यपि गृह्णाति. अस्माकं स्वरम् अस्ति खलु लृ इति, तदपि गृह्णाति. रेपस्य स्थाने लकारः एव आगच्छति किल? तर्हि किन्तु लकारः इति यत् सूचितम् इत्युक्ते लकारः इति सूचनेन लकारं वा ऋकारं वा आगच्छति. लृ इति अस्ति खलु, तदपि अत्र लकारः इत्युक्ते द्वौ अपि, तत्रापि द्वयोः अपि ग्रहणं भवति. रेपः श्रुतिसामान्यं भवति, रेपः ऋकारः, तथा एव लकारः अपि श्रुतिसामान्यं लकारः लृकारः. श्रुति सामान्यम् इत्युक्ते शब्दमेव किल, प्रनौन्सियेशन्. यत्र रेपस्य स्थाने लकारः आदेशः भवति, तथा एव ऋकारस्य स्थाने ऋकारः आगच्छति. तदा सूत्रे कृपो इत्युक्ते कृपयोगः उः इति विच्छेदः भवति. कृप् ऋकारस्य स्थाने प्रथमं गुणं भवति, कर्प् भवति, तदानीं लकारः आगच्छति ऋकारस्य स्थाने. यदा लिट् मध्ये तु लुकारः आगच्छति. क्षम्यतां भगिनि, अत्र कृपो शब्दस्य विच्छेदः कथं कृप योगः उः इति भवति इति किञ्चित् ह्यः महोदय उक्तवान् तत्. अहं पूर्वं चिन्तितवती विसर्गस्य विसर्गसन्धिः इति चिन्तितवती, किन्तु महोदय तथा नास्ति. तत्र कृप इति कृपः इत्यस्य लुप्तषष्टिकं पदम् अस्ति, तर्हि कृप इति भवति. अनन्तरम् उः इति इत्यस्य तदपि लुप्तषष्टिकं भूत्वा कृपो इति भवति. तदपि लुप्तषष्टिकं भूत्वा स्वरसन्धिः तत्र कृतमस्ति. अनन्तरं तर्हि कृपयोगः उ इत्यस्य कृपो इति आगच्छति. अस्तु भगिनि, अग्रे पठामि वा? आमां भगिनि, पठतु, पाठयतु अपि भगिनि. न भगिनि, यत्र कृप् धातोः उपादायाः गुणः भवति कर्प् तत्र रेफस्य स्थाने लकारादेशः, अतः कल्प् इति फलम्. यत्र उपदागुणो न भवति तत्र कृप् इत्यस्य ऋकारस्य स्थाने ऋकारादेशः, अतः क्लप् क्लप् इति फलम्. तर्हि उपरि उक्तवान् यत्र ऋकारस्य अंशद्वयं भवति, प्रथमं तु रेफः अनन्तरं ऋकारः अपि. रेफस्य स्थाने लकारः आगच्छति गुणं भूत्वा. कृप् पदस्य गुणं भवति चेत् ऋकारस्य स्थाने अकारः आगच्छति, पुनः उरण्ड्रपरसूत्रेण रपरः सदा भवति, अतः कर्प् इति रूपं भवति. तदनन्तरं रेफस्य स्थाने लकारः आगत्य कल्प् इति परिवर्तनं भवति. यत्र उपधायां गुणः न भवति तत्र ऋकारस्य स्थाने ऋकारः भवति, अतः क्लुप् इति अन्यत् रूपमपि आगच्छति. लटि कल्पयति कल्पयते इति रूपमस्ति. कृप् योगः चुरादिगणे निच् योजनेन पुगन्तलघुपदस्य अनेन सूत्रेण उपादायां स्थितस्य ऋकारस्य लघु इक् वर्णस्य ऋकारस्य गुणं भूत्वा कर्प् इति आगच्छति. कर्प् योगः अ इ कर्पि इति नूतनधातुः. ऋकारस्य रेफस्य स्थाने लकारादेशः आगत्य कल्पि इति नूतनधातुः निष्पन्नं. कल्पीयोगः शप् कल्पै कल्पय इति अङ्गं भवति. तदनन्तरं तिङ् योजनेन कल्पयति कल्पयति इति रूपद्वयं लट्लकारे. तदनन्तरं द्वितीय अंशमस्ति ऋकारस्य स्थाने लृकारादेशः, तत्तु लिट्लकारे आगच्छति. लिट्लकारः तु आर्धधातुकधातुः अस्ति, तत्र गुणनिषेधः भवति. लिटि रूपं चक्लृपे इति अस्ति. कृप् योगः ए अत्र द्वित्वम् अभ्यासकार्यम् इति कश्चन कार्यमस्ति. तत्र कृप् शब्दोः द्वित्वं भूत्वा चकृप् इति आगच्छति. तद् लिट्लकारे प्रायः वयं विस्तरेण पठामः. चकृप् योगः ये चकृप् योग क्षम्यतां भगिनि, लुकोत्यादिगणे अपि द्वित्वकार्यम् अभ्यासः. चकृप् योगः ये कृपोरोलः इत्यनेन ऋकारस्य स्थाने लृकारादेशः भवति. चक्लृप् योगः ये चक्लृपे इति रूपं भवति. इदानीं प्रश्नः उदेति, रेपस्य स्थाने लकारः तु भवति एव, तर्हि किमर्थं मूलधातौ उपदेश अवस्थायां क्लप् न स्यात्? उत्तरमस्ति यत् वेदे तस्य ऋकारस्य महत्त्वं वर्तते. वेदे उच्चारणार्थं प्रत्येकं स्वरस्य विशिष्टम् इङ्गितम्, अतः वेदे अयं धातुः मृदुपदधातुः भवेत्. वेदे तु उच्चारणं प्रामुख्यमस्ति, तत्र नो चेत् अनर्थं भवति, अतः मूलधातौ ऋकारः एव अस्ति न तु लकारः इति अत्र स्पष्टं कृतवान् अस्ति. धन्यवादः. पुष्पा भगिनी तत्र वदति. कृप् धातोः विधिः, कृप् धातोः कृत संशब्देन शब्दने प्रसिद्धं करोति, उद्वेषणं करोति, गुणं प्रसारयति इति अर्थम् अस्ति. सन्ति अर्थानि सन्ति अर्थानि सन्ति. उपधायाश्च सूत्र धातो रूप धारूपधा भूतस्य ऋतः ऋतः इत्यस्यात् धातोः उपधायां स्थितस्य दीर्घऋकारस्य स्थाने ह्रस्वर इकारादेशो भवति. उपधायाः षष्ट्यन्तं च अव्ययं द्विपदमिदं सूत्रम् ऋत् इद्धातोः सूत्रः इत्यस्य सूत्रस्य पूर्णतया अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं यतः धातोः अङ्गस्य इत् उपधायाश्च. अत्र कृत् धातोः विधिः कृत् संशब्देन अर्थानि सन्ति, बहु अर्थानि सन्ति, त्रीणि. उपधायाश्च सूत्रेण धातोरूपधा भूतस्य ऋतः स्यात् तौ तु इति अर्थं ऋतः ऋतः अन्त अन्त अन्त स्वरः अस्ति अस्ति. धातोः उपधायां स्थितस्य दीर्घऋकारस्य स्थाने ह्रस्व इकारादेशो भवति. तत्तु ई ऋकारस्य ह्रस्व इकार आदेशः भवति. उपधायाः षष्ट्यन्तं च अव्ययं द्विपदमिदं सूत्रं यत् सूत्रस्य तत् सूत्रस्य षष्ट्यन्तं उपधायाः च षष्ट्यन्तं च अव्ययम् अव्ययं तु द्विपद अव्ययं ऋकार अस्ति चेत् इकार आयाति. द्विपदमिदं सूत्रं ऋत इद्धातोः सूत्रस्य इत्यस्य सूत्रस्य पूर्णतया अनुवृत्तिः. ऋत इद्धातो इत्यस्य पूर्णतया अनुवृत्ति आयाति. अङ्गस्य इत्यस्य अधिकारः अङ्गः अङ्ग आयाति तदा दृष्टवेन अनन्तरं दृश्यामः. अनुवृत्तिसहितसूत्रं ऋतः धातोः अङ्गस्य इत् उपधायाश्च आयाति. अनेन कृत् धातोः ऋकारस्य ह्रस्व इकारादेशः भवति. तत्तु विसरणेन ददामि स्मरणार्थं यत्र धातुः ऋकारान्तः तत्र ऋत् ऋकारान्तः तत्र ऋत् इद् धातोः इत्यनेन ऋकारस्य स्थाने इकारादेशः तथा सुदादिगणे अस्माभिः दृष्टं कृ धातोः ऋकारः इ आदेशः कृ कि आयाति उरण उरण्ड्रपरः इत्यनेन रपरः किर् किर् योगः आ अङ्गः किर किरा योगः ति किरति ऋत् इत् धातोः उपधायाश्च इति तत्र किमपि क्लेशः नास्ति खलु, यत्र उपधायां ऋकारः अस्ति तर्हि तस्य धातोः अङ्गस्य तर्हि उपधायां यत्र यदि ऋकारः अस्ति चेत् तस्यापि ईकारादेशः भवति, ऋकारस्य ईकारादेशः भवति तस्मिन् सन्दर्भे अपि. तत्रापि तपरस्तत्कालस्य वा भगिनी? ऋत इत्युक्ते केवलं दीर्घस्य वा? आं भगिनि, आं भगिनि, अस्तु भगिनि. ऋत इद्धातोः रुदन्तस्य धातोः अङ्गस्य ह्रस्व इकारादेशो भवति किति ञिति प्रत्यये परे. कित् ञित् भिन्नप्रत्ययः परे चेत् गुणे सति इकारादेशस्य प्रक्षतिः न भवति. अलोन्त्यस्य इत्यस्य सहाय्येन पूर्णतया धातोः स्थानेन अपि तु अन्तिमस्य ऋकारान्तस्य स्थाने ह्रस्व इकारादेशः ऋतः. ऋतः षष्ट्यन्तम् इत् प्रथमान्तं धातोः षष्ट्यन्तं त्रिपदमिदं सूत्रम्. अङ्गस्य इत्यस्य अधिकारः येन विधिस्तदन्तस्य इत्यस्य सहायेन ऋतः इत्यनेन रुदन्तस्य इत्यस्यापि ग्रहणम्. अनुवृत्तिसहितसूत्रं ऋतः इत् धातोः अङ्गस्य इत्. अत्र ऋत इद्धातोः सूत्रस्य प्रसक्तिः, अत्र सूत्रं वदति रुदन्तस्य धातोः अङ्गस्य ह्रस्व इकारादेशः भवति किति निति प्रत्यये परे चेदेव. भिन्नप्रत्ययः प्रत्ययाः सन्ति चेत् गुणे भवति, इकारादेशस्य प्रसक्तिः न भवति. अत्र यथा भुवादिगणे गुणः भवति अत्र गुणः अत्र भवति गुणः सार्वधातुक अर्धधातुकयोः अदेर्गुणः इत्यनेन अत्र सार्वधातुक अर्धधातुकयोः खलु भगिनि. अत्र ऋत धातो इत् धातो इत्युक्ते अत्र रुदन्तस्य धातोः इत्युक्ते पूर्णधातुस्थानेन तु अन्तिमस्य ऋकारस्य स्थाने ह्रस्व इकारादेशः भवति इति अत्र. अनन्तरमत्र ऋतः षष्ठ्यन्तम् इत् प्रथमान्तं धातोः षष्ठ्यन्तं त्रिपदमिदं सूत्रमस्ति. अङ्गस्य अधिकारः अस्ति येन विधिस्तदन्तस्य इत्यस्य सूत्रेण ऋतः इत्यनेन रुदन्तस्य इत्यस्यापि ग्रहणम् ऋतः इत्यनेन रुदन्तस्य इत्यस्यापि ग्रहणं तत् अहं सम्यक्तया न अवगच्छामि भगिनि. अस्तु महोदय, पूर्वमेव अस्माभिः दृष्टं खलु येन विधिस्तदन्तस्य इति सूत्रं परिभाषासूत्रमस्ति. तर्हि इदानीम् अस्माकं सूत्रमस्ति ऋत इद् धातोः इति, ऋत इति अस्ति. किन्तु अत्र ऋतः धातोः इति वदामः चेत् केवलं ऋत इति धातुः एव अस्ति चेत् तस्य कार्यं भवति वा, उप अङ्गस्य इत् भवति वा? नो चेत् यस्य धातोः अन्ते ऋतः अस्ति तत्रापि स्मरति खलु. इदानीं स्मरामि भगिनि. अत्र अनन्तरं अङ्गस्य इत् इति वदामः, तर्हि इत् इति ऋकारस्य स्थाने इत् भवति. तर्हि अलोन्तस्य इति सूत्रं तत्र कार्यं किं भवति इति स्मारयति वा महोदय? इत्युक्ते अलोन्त्यस्य इत्यस्य इत्युक्ते अत्र अत्र पूर्णधातोः न, परन्तु अन्तिम ऋकारस्य स्थाने एव ह्रस्व इकारादेशः भवति इति. अत्र इत्युक्ते कस्मिन् स्थाने भवति इति अत्र अलोन्त्यस्य वदति. येन विधिस्तदन्तस्य इत्युक्ते अत्र ऋतः इत्यनेन रुदन्तस्य ग्रहणमेव भवति इति. अत्र द्वयोः अपि ग्रहणं भवति, ऋतस्य अनन्तरं ऋत अर्थान्तस्य अङ्गस्य रुदन्तस्य अङ्गस्य. अत्र चुरादिगणे कृत् धातुः अस्ति. कृत् प्रथमम् अत्र ऋकारः अन्तिम ऋकारः अस्ति, तत्कारणात् तस्य ह्रस्व इत् भवति, कित् भवति. तत्तु उपधायाः च इत्यनेन अत्र धातोः उपधायां ऋतः इत् तस्य अर्थमस्ति, तत्कारणात् अत्र कित् भवति प्रथमम्. अनन्तरम् उरन्रपरः इत्यनेन यः इकारः अस्ति तत् इकारः न, परन्तु इर्भवति, तत्कारणात् अत्र कित् भवति. उरन्रपरः इत्युक्ते अत्र उः अण् रः रपरः इति अर्थः. अत्र अन् इत्युक्ते अत्र आ इ उ काराः, यथा आ इ उ कारः आगच्छति, अत्र इकारः आगच्छति, तस्मिन् समये र अपि आगच्छति इति. अत्र अत्र इकारः रपरः भवति इत्युक्ते र परः यस्य सः इति तस्य अर्थः. इत्युक्ते इकारः न, परन्तु इर्भवति अत्र, तत्कारणात् अत्र कित् किर्त् भवति. इदानीं किर्त् उपधायाञ्च प्रायः अन्यसूत्रमस्ति अनन्तरं, तत्कारणात् अत्र ह्रस्व इकारः दीर्घं भवति कीर्. अनन्तरम् अत्र कीर्त् योगः णिच् कीर्ति भवति अनुबन्धलोपानन्तरं. कीर्तियोगः शप् कर्तरि शप् इत्यनेन अनुबन्धलोपानन्तरं कीर्तियोगः अ, अनन्तरं इकारस्य गुणः भूत्वा कीर्ते भवति, अनन्तरं कीर्तेयोगः अ. अत्र पुनः एचोयवायावः इत्यनेन कीर्तेयोगः अ भवति कीर्तय, एकारस्य स्थाने ऐ आदेशः भवति कीर्तय, अनन्तरं कीर्तयति अथवा कीर्तयते धातुद्वयं निष्पन्नं भवति अत्र. अग्रे पठामि वा भगिनि अत्र? रामप्रिया भगिनि, अत्र उपधातुः इति द्वयोः सूत्रयोः भेदः कः इति किञ्चित् प्रतिपादयति वा भगिनि? उपधायाश्च ऋत इद्धातोः वा? उपधायाश्च सूत्रं तु उपधायां दीर्घऋकारस्य स्थाने ह्रस्व इकारादेशः भवति. ऋत इद्धातोः अन्तिम ऋकारस्य स्थाने ह्रस्व इकारादेशः भवति. निमित्तं नास्ति किल? निमित्तं निश्चिति नास्ति नास्ति किल? निमित्तं दत्तं नास्ति. किमर्थम् इत्युक्ते यदि यदि यदि सार्वधातुक सार्वधातुकम् अस्ति चेत् किं भवति इत्युक्ते यथा भवादिगणे अस्ति तर्हि यदि गुणकार्यं भवति चेत् तर्हि गुणं भवति खलु. यत्र गुणस्य प्रसक्तिः नास्ति तत्र ह्रस्वीकारादेशः भवति. गुणकार्यं भवति चेत् गुणमेव गुणमेव. उरण्ड्रपरः वा? उरण्ड्रपरः ऋकारस्य स्थाने यद् यदा अण् आदेशः भवति तदा सः अण् सदा रपरः भवति. ऋकारेण त्रिंशत् प्रकारकः ऋकारः भवति इति बोध्यं. रः परो यस्य सः रपरः. उहु षष्ट्यन्तम् अण् प्रथमान्तं रपरः प्रथमान्तं त्रिपदम् इदं सूत्रं. स्थानेन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् उहु स्थाने अण् रपरः. यदा महोदयेन उक्तं ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सदा तत् अण् रपरः भवति. रपरः इत्युक्ते रः परे यस्य सः, तदेव रपरः अस्ति. अण् प्रत्याहारे आ इ उ इति वर्णाः सन्ति, तद् रपरः आगच्छति. तस्य परः रः आगच्छति. रेपः उपधायां च तत् सूत्रं पठामि वा भगिनि? उपधायां च येषां धातूनाम् उपधायां रेपवकारौ व्यकारौ हल्परौ ताभ्यां प्राक् वर्तमानस्य इकः दीर्घादेशो भवति. हलन्तधातूनाम् उपधायां रेपः वा वकारः वा अस्ति चेत् तयोः वर्णयोः पूर्वम् इकः दीर्घः भवति. उपधायां सप्तम्यन्तं च अव्ययं द्विपदम् इदं सूत्रम्. सिपि धातोर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. व्रोरुपधाया दीर्घः इकः इत्यस्मात् व्रोः इकः दीर्घः एषाम् अनुवृत्तिः. अली च इत्यस्मात् हली इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं. धातोः हली व्रोः उपधायां च उपधायाम् इकः दीर्घः. उपधायां च सूत्रं वदति यदा धातोः उपधायां रेपः वा वकारः वा अस्ति चेत् अनन्तरं हल् वर्णः हलन्तम् अस्ति चेत् ताभ्यां रेपवकारौ हलन्तं ताभ्यां प्राक् इकः अस्ति चेत् तद् दीर्घं भवति. उपधायां च हली च इत्यनयोः भेदः कः? द्वयोः भेदः हली च इति सूत्रस्य अन्तिमे वकारः वा रेपः वा अस्ति चेत् परं हल् प्रत्ययः हलन्तम् अस्ति चेत् तस्य प्रसक्तिः अस्ति. अत्र तु धातोः धातु एव रेपवकारौ हल् अन्तम् अस्ति, पूर्वम् इकः अस्ति चेत् तद् दीर्घं भवति. अत्र हल् इति हलि इति प्रत्ययः भवेत् इति अस्ति वा? नो चेत् न. अत्र वा? अत्र वा हलि? हलि इत्यस्मिन् अत्रापि हलि यत्र भगिनी उक्तवती खलु प्रत्ययः हलि हल् प्रत्याहारे अस्ति चेत् दीर्घं भवति इति, तर्हि प्रत्ययः भवेत् एव तथा कार्यं भवति वा, नो चेत् वर्णनिमित्तिककार्यमपि तथा भवति वा इति संशयः. उपधायां च इति सूत्रे वा भगिनि? अत्र हलि इत्यस्य हल् परौ इति अस्ति, हल् परौ धातोः अन्ते एव किल. अस्तु भगिनि, सत्यं. तर्हि प्रत्ययः इति एव भवति. तदा हलि च इति सूत्रे प्रत्ययः किल? अस्तु वा, अहं न अत्र नास्ति. अत्र इत्य हलि परे रेपान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इकः वर्णः दीर्घो भवति इति एव अस्ति सूत्रं दिवादिगणे अस्ति किल. तत्र हलि च ओः धातोः धातोः उपधायाः दीर्घः इकः दीर्घः इति एव अस्ति. तर्हि भवती यत् उक्तवती हलि हलि च हलि च सपरेट् भगिनि अन्यत् अस्ति, अन्यथा अन्यत् अस्ति. रूपधाया दीर्घः इकः नव नव आं भगिनि, पूरयति वा? आम्, कूर्द् भुवादौ अस्ति, क्रीडति नृत्यति. कूर्द् कूर्ध कूर्द् भवति उपदेशे जनुनासिका इति सूत्रेण अन्तिम अकारस्य इत्संज्ञा. कूर्द् कूर्द् इति भवति दीर्घ उकारः उपधायां च इति सूत्रेण. भगिनि इत्संज्ञा न भवति, ह्रस्व ह्रस्व अकारः आगच्छति. कूर्द् उपदेशेन जननासिक न न भगिनि अहं न अवगच्छामि भगिनि. भगिनि उपदेशे अजन नास्कः इत्यनेन तस्य अकारस्य लोपः भवति खलु, अन्तिम अजन नास्कः अस्ति तर्हि लोपः लोपः भवति लोपः भवति. भगिनि अस्ति उक्तं सत्यं खलु, धन्यवादः. कूर्द् इति कूर्ध इति भवति उपधायां च इति सूत्रेण. तत्र तु ऋकारः उपधायाम् अस्ति, धकारः हल् अन्तम् अस्ति, तस्य पूर्वम् उकारः अस्ति, तद् दीर्घं भवति. आम्, कूर्धयोगः शप् योगः ते भुवादिगणे अस्ति, अतः कूर्द शप् योगः ते कूर्धते इति कूर्धते इति रूपं भवति. तदैव कूर्द् कूर्द् कूर्द् गूर्द् गूर्द् कूर्दते गूर्दते इति रूपं भवति. धन्यवादः. तत्र अत्रैव स्पष्टमस्ति किल भगिनि, हलि परि इत्युक्ते हल् वर्णः एव न तु प्रत्ययम् इति. आं भगिनि, इदानीं मम संशयस्य निवारणम् अभवत्. नवप्रिया भगिनी यदा उक्तवती सूचित बोधितवती मम गमनम् अभवत्. बोधनं नास्ति भगिनि, अहमपि पठामि. वारं वारं पश्यामः चेदेव अवगच्छामि. अनन्तरं विस्मरामः खलु. नूतनसूत्रम् आगच्छति चेत् पूर्वतनसूत्रं विस्मरामि. केचन अंशाः विस्मरामः, अर्धभागमेव स्मरामः, तदनन्तरं कालान्तरं तदपि स्मरामः. भगिनी, एकः प्रश्नः अत्र, हलि च तस्मिन् सूत्रे अपि, हलि इत्युक्ते हल् प्रत्याहारे केचन वर्णाः सन्ति, तेषां कृते वर्ण वर्ण अस्तु भगिनि, धन्यवादः. व्यञ्जनम् इति एव, यः कोऽपि व्यञ्जनं भवति चेत् तथा भवति, दीर्घः भवति. धन्यवादः भगिनि. धन्यवादः हेमा भगिनि. अस्तु भगिनि, ज्ञपादयः मितः. सामान्यतया अत उपदायाः इति सूत्रेण उपदायाम् अत् ह्रस्व अकारः अस्ति चेत् तस्य वृद्धिः भवति. अकारस्य स्थाने आकारः निति निति प्रत्यये परे, परन्तु एकः अन्तर्गणः वर्तते यस्य नाम अस्ति मित्. चुरादिगणे षट् मित् धातवः सन्ति, तेषाम् उपधायाम् अत उपदायाः इति सूत्रेण अतः ह्रस्व अकारस्य वृद्धिः तु भवति, परन्तु पुनः मितां ह्रस्वः इति सूत्रेण उपदायां स्थितः आकारः ह्रस्वः भवति. अत उपदायाः सूत्रं वदति उपदायां स्थितस्य ह्रस्ववर्णस्य ह्रस्व अकारस्य वृद्धिः भवति इति. तर्हि ह्रस्व अकारस्य आकारः भवति निति निति प्रत्यये परे. अत्र चुरादिगणे तु अन्तर्भूतः एकः गणः अस्ति, तस्य नाम मित् इति. तादृशं षट् मित् धातवः सन्ति चुरादिगणे. अत उपदायाः सूत्रेण अकारस्य दीर्घः भवति, वृद्धिः भवति आकारः इति. पुनः मितां ह्रस्वः आगत्य तद्दीर्घाकारस्य ह्रस्वं करोति इति मितां ह्रस्व सूत्रस्य कार्यं. मितां ह्रस्वः सूत्रम् अस्ति, मित् धातूनाम् उपदायाः स्वरः ह्रस्वः भवति मिच् प्रत्यये परे. मित् कश्चन अन्तर्गणः, भ्वादिगणे घटादयः उपगणः मित् अन्तर्गणे सन्ति, अपि च चुरादिगणे ज्ञपादयः षड् धातवः मित् अन्तर्गणे सन्ति. अनुवृत्तिसहितसूत्रमस्ति, मिताम् अङ्गानाम् उपदायाः ह्रस्वः णौ. चुरादिगणे मित् अन्तर्गणः एकः गणः अस्ति, तस्मिन् षड् धातवः सन्ति. समानरूपेण भ्वादिगणे अपि एकः उपगणः अस्ति घटादयः इति. इदानीम् अत्र चुरादिगणे षड्धातूनां प्रसङ्गे अङ्गानां स्थितस्य उपधायाः ह्रस्वः भवति यदि निचिपरे अस्ति चेत्. अत उपधायाः सूत्रं पुनः अत्र दत्तमस्ति, उपधायाम् अतः वृद्धिः निति निति प्रत्यये परे. अनुवृत्तिसहितसूत्रम् अस्ति, अङ्गस्य उपधायाः अतः वृद्धिः निति निति. उपधायां स्थितस्य ह्रस्व अकारस्य अङ्गस्य ह्रस्व अकारस्य वृद्धिः भवति यदि निति निति प्रत्यये परे अस्ति चेत्. इदानीम् उदाहरणमस्ति ज्ञप् धातुः, षड् धातूनाम् एकः, ज्ञप् योगः णिच्. अनुबन्धलोपानन्तरम् इकारः एव अवशिष्यते. इदानीम् अत उपदायाः अनेन सूत्रेण उपदायां स्थितस्य अकारस्य दीर्घः भवति, तर्हि ज्ञप् ज्ञाप् इति भवति. इकारयोजनेन ज्ञापी इति नूतन अङ्गं निष्पन्नम्. सम्प्रति मितां ह्रस्वः इति सूत्रम् आगत्य यः अकारः दीर्घं भवति तं ह्रस्वं करोति, अतः उपदायां स्वरः ह्रस्वः निचिपरे, अतः ज्ञापी ज्ञपी इति भवति. इदानीं कर्तरि शप् अनेन शप् योजनेन ज्ञपि योगः अ ज्ञपे ज्ञपै ज्ञपय इति अङ्गं भवति. ज्ञपय योगः ति ज्ञपयति इति ज्ञपयते इति रूपद्वयं भवति चुरादिगणे. अग्रे पठामि वा महोदय. पुष्पा भगिनि अस्तु भगिनि. षड्धातव नप् यम चः रः बल चिञ्च् नप् ज्ञानज्ञापन मारणतोषणे सूचयति जयति मारयति प्रसन्न भवति प्रसन्नः भवति. यमपरिवेशने नियमयति नियन्त्रणं करोति. चः परिकल्पने वञ्चयति. रः त्याजे त्यजति जहाति. बलप्राणे प्राणने जीवति पोषणं करोति. चिं चयने सङ्ग्रहणं करोति. नप् अथ उपधायाः सूत्रेण ज्ञप् योगः इ ज्ञापि आयाति. ज्ञापि मितां ह्रस्वः सूत्रेण ज्ञपि आयाति. ज्ञपि योगः आ ज्ञपय अङ्गं ज्ञपयति ज्ञपयते. यम यमयति यमयति अतः यम योगः ई यामि यामि मितां ह्रस्वः सूत्रेण यमि आयाति. यमि योगः आ यमय यमयति यमयते. चः चहयति चहयते. रः तु रहयति रहयते. बल तु बलयति बलयते आयाति. चिं योगः इ अचोमिति सूत्रेण चै आयाति. चै योगः इ चायि. अत्र अचोनिति इति किमर्थम् अत्र अत उपादायः इति सूत्रस्य अचः अचः व्यञ्जनः निधिः आगच्छति. चैः चै आगच्छति. चि इ चै चि चै अनुवृत्ति भवति. अस्तु अस्तु. चै योगः इ चायि उपधायाः अत उपधायाः सूत्रेण. परन्तु मितां ह्रस्व सूत्रेण चायि चै अनुवृत्ति भवति. चै योगः आ चयय चययति चययते. अस्तु भगिनि. अत्र भगिनी अचोन्यति किमर्थं कार्यं करोति चेत् अत्र अत्र चीतु इकारः इकारान्तधातुः अस्ति. परन्तु अत उपधायाः इत्यस्य प्रसक्तिः यदि उपधायाम् अकारः अस्ति चेदेव भवति इति खलु. मम यदि अहं सम्यक्तया अवगच्छामि वा न इति तत्कारणात् एव वदामि. अनन्तरम् अत्र चै योगः ई चायि भवति, तत्तु समीचीनमेव. इदानीम् अत्र किमर्थं चायि चै भवति? तत्तु चै योगः ई तु अत्र एचोयवाय योगः येचोयवायावः इत्यनेन अत्र प्रथमं चै आय् भवति आय् भवति, तदनन्तरम् आयि भवति, अत्र चायि भवति, तत्तु समीचीनमेव. अनन्तरम् अत्र मितां ह्रस्वः इत्यस्य कार्यं तु निचि प्रत्यये परे एव भवति खलु. इदानीं तु निचि प्रत्ययः नास्ति अत्र, यथा चायि भवति. किमर्थम् इत्युक्ते प्रायः संयोगात् पूर्व तु इकारात् यत्र इकारः न अस्ति इति प्रत्ययः निच् प्रत्ययस्य न योजनं न भवति, तत्र तु कार्यमेव नास्ति सत्स्वः इत्यस्य कार्यं. तर्हि किमर्थम् अग्रे पृष्ट्वा वदामि महोदय. अहमपि चिन्तितवती किमर्थम् आतौपदायाः पूर्वम् आगच्छति, मितां हृत्वा किमर्थम् अनन्तरम् आगच्छति इति मम अपि संशयः अभवत्. किमर्थम् इत्युक्ते आतौपदायाः इति त्रिपादीसूत्रमस्ति खलु, त्रिपादि खलु न भगिनि, सपादि एव, सपादे एव खलु भगिनि अत्र. तर्हि तस्य ममपि संशयः अस्ति महोदय, अहं पृष्ट्वा वदामि महोदय. धन्यवादः. अस्तु भगिनि, धन्यवादः. पदव्यवस्था तस्मात् आरभ्य पठामि वा? गतसप्ताहे आसीत् खलु अत्र किम् आसीत्, अचः परस्मिन् पूर्वविदौ इति सूत्रं निमित्तसप्तमी विषयसप्तमी द्वौ अपि गृह्णाति वा इति आसीत् महोदयस्य प्रश्नं. तस्य उत्तरम् अपि स्वरूप महोदय अग्रे अन्विष्य वदामि इति उक्तवान्. पुस्तकं किमपि नास्ति खलु तदर्थं, तर्हि जनान् पृष्ट्वा अन्विष्य वदामि इति उक्तवान्. चिन्ता नास्ति भगिनि, चिन्ता नास्ति भगिनि. कष्टकरं प्रश्नं पृच्छति महोदय. धन्यवादः महोदय. पदव्यवस्था सामान्यतया चुरादिगणे धातवः उभयपदिनः सन्ति निचश्च. सामान्यतया चुरादिगणे धातवः उभयपदिनः सन्ति निचश्च शेषात् कर्तरि परस्मैपदम् इति सूत्रद्वयेन. परन्तु चुरादौ अपवादभूत अन्तर्गणद्वयं वर्तते, यत्र धातवः आत्मनेपदिनः सन्ति. अत्र वयं पूर्वमेव दृष्टवन्तः निचश्च इति कारणेन अत्र अनन्तरं शेषात् कर्तरि परस्मैपदम् एकवारं द्रक्ष्यामि भगिनी. अत्र सूत्रं निचश्च अत्र क्रियाफलं कर्तारम् अभिप्रैति चेत् निजन्तेभ्यः धातुभ्यः आत्मनेपदं भवति इति. तत्कारणात् निचश्च इति सूत्रं वदति क्रियाफलं कर्तारम् इच्छति चेत् निजन्तधातुः आत्मनेपदिनः भवति. शेषात् कर्तरि परस्मैपदम् इति सूत्रेण यदि आत्मनेपदस्य कारणं न भवति तस्मिन् समये तत्तु परस्मैपदिनः परस्मैपदी धातुः भवति इति. तत् कारणात् वयं दृष्टवन्तः यथा इदानीमेव अत्र रहयति रहयते इति द्वयोः अपि भवति. परन्तु चुरादौ अपवादभूत अन्तर्गणद्वयम् अस्ति, यत्र धातवः आत्मनेपदिनः एव भवन्ति इति. अत्र प्रथम अन्तर्गण अन्तर्गणः अस्ति आकुस्मादात्मनेपदिनः, आकुस्मीयाः नवत्रिंशत् नित्य आत्मनेपदिनः धातवः, येषु प्रायः न कोऽपि धातुः प्रसिद्धः लोके. ये नव त्रिंशत् धातवः सन्ति ते साधारणतया न उपयोगं करिष्यामः. प्रथममस्ति अत्र यु यावयते निन्दां करोति, चित् चेतयते चिन्तनं करोति, गन्ध गन्धयते दुःखं प्रापयति मारयति इति, कुस्मयते अयोग्यरूपेण, कुत्सितरूपेण हसति इति. अत्र उदाहरणं, ते धातवः आत्मनेपदिनः एव भवन्ति, न तु परस्मैपदिनः अपि. आगर्वदात्मनेपदिनः दश अदन्तवर्गीयाः नित्य आत्मनेपदिनः धातवः. पुनः अत्र इमे धातव अदन्ताः नाम तस्मिन् समूहे सन्ति यस्मिन् धातोः अन्ते अननुनासिकः अत् अतो लोपः इत्यनेन अतः लोपः, अचः परस्मिन् पूर्वविधौ इति परिभाषया पूर्वविधिः न भवति. यस्मात् अत उपधायाः पुगन्तलघूपधस्य च इत्यनयोः अवकाशः न भवति इति. अत्र अत्र प्रायः पद इति अस्ति, अत्र तु अन्ते अकारः यः अस्ति तत्तु अनुनासिक अकारः इति अस्ति, तत्कारणात् तस्य लोपः भवति, पद् एव अवशिष्यते. अनन्तरं पद् पदयते भवति. अत्र पुनः ये धातवः दशधातवः सन्ति ते अपि आत्मनेपदिनः एव भवन्ति. अत्र अतोलोपः इत्यस्य प्रसक्तिः न भवति, परन्तु अत्र अकारस्य लोपः तु उपदेशे अजनुनासिक इत्यनेन एव भवति. न न एकनिमिषः मम भगिनी, एकनिमिषः. तस्मिन् समूहे सन्ति धातोः अन्ते अननुनासिक अत् अतो लोप इति. अत्र तु पद् एकनिमिषः, किञ्चित् सम्यक्तया न. इमे धातवः अदन्ताः नाम तस्मिन् समूहे सन्ति यस्मिन् धातोः अन्ते अननासिकः अत् अतो लोपः इत्यनेन अतः लोपः. प्रायः किञ्चित् भ्रमः अस्ति मम मनसि इदानीं भगिनि. प्रथमवाक्यं पश्यामि महोदय, इमे धातवः अदन्ताः, तत् सत्यमेव खलु, अदन्ताः सन्ति. अदन्ताः यस्मिन् धातोः अन्ते अननुनासिकः अत् इत्युक्ते अनुनासिकः अत् नास्ति. यदि अनुनासिक अत् नास्ति चेत् किम् उपदेशे अजनुनासिकः इति सूत्रस्य प्रसक्तिः न भवति खलु. अनुनासिकः अस्ति चेत् एव उपदेशे अजनुनासिकः इति सूत्रेण तत्र अकारस्य लोपः भवति. इदानीं तु अननुनासिकः अकारः अस्ति इत्युक्ते साधारण अस्माकं स्वरः अस्ति खलु, अकारः इति स्वरः, स्वरः अकारः. तर्हि तस्मिन् सन्दर्भे किं भवति, इदानीम् अतोलोपः इति पूर्वं यथा अस्माभिः दृष्टम् अतोलोपः इति सूत्रमागत्य अकारस्य लोपः भवति. तर्हि अकारस्य लोपः भूत्वा इदानीं यत्र तस्मात् परे यत्र उदाहरणार्थं कुह इति धातोः हकारात् परे यत् हकारः अस्ति परहकारः अस्ति तस्य लोपः भवति, तर्हि कुह् इति भवति. अस्मिन् सन्दर्भे तु अचः परस्मिन् पूर्वविधौ इति सूत्रम् इदानीं तु पुगन्तलघुपदस्य इति सूत्रस्य प्रसक्तिः अस्ति. किन्तु किं भवति, अचः परस्मिन् पूर्वविधौ इति सूत्रम् आगत्य पैवश्यसूत्रया पूर्वविधिः यत् यत्र प्रसक्तिः अस्ति तत्र लोपः तु अकारवत् तानिवत् तिष्ठति इति वयं गतसप्ताहे दृष्टवन्तः. तर्हि उकारस्य ओकारः न भवति. अतोपदायाः तदनन्तरं पुगन्तलघुपदस्य च द्वयोः अपि प्रसक्तिः नास्ति. यदि प्रसक्तिः आसीत् चेत् पाद इति भवति, पाद् इति भवति खलु, कोह् इति भवति. इदानीं द्वयोः अपि प्रसक्तिः नास्ति, तर्हि कुह् इति तिष्ठति. अनन्तरं आगच्छति कुहि इति भवति, कुहि इति भूत्वा अनन्तरम् अकारः कर्तरिष्यति इति अकारः आगच्छति. गुणकार्यं भूत्वा कुह्ये योगः कुहय इति भवति, कुहये योगः ते कुहयति इति रूपमस्ति. इदानीं सम्यक्. यथा कथ् कथाधातुः अस्ति वयं पठितवन्तः गतसप्ताहे, तथा एव अत्रापि अत्र अतोलोपः प्रथमं कार्यं करोति, अनन्तरम् अचः परस्मिन् पूर्वविधौ परिभाषासूत्रात् अत्र यः लोपः भवति तद तस्मिन् यथा अतोपधायाः सूत्रं कार्यं कर्तुम् आगच्छति तस्मात् पूर्वमेव अत्र तस्मिन् कृते तस्यां कृते अकारः भवति एव. तत्कारणात् अत्र वृद्धिः न भवति. कथयति कथयते भवति अत्रापि, तथा एव अत्रापि. अस्तु भगिनि, इदानीं वेदः कः इति कथयति इति अस्माभिः पूर्वं दृष्टमासीत्. किन्तु आगर्वाद् आत्मनेपदे अन्तर्गणस्य कः वैशिष्ट्यमस्ति? अत्र आगर्वादात्मनेपदिनः इत्युक्ते अत्र सदा अत्र परस्मैपदी परस्मैपदीरूपं न निष्पन्नं भवति, आत्मनेपदी रूपमेव भवति इति अत्र खलु भगिनि. अग्रे रामप्रिया प्रायः सर्वेषां आं भगिनि. अग्रे भगिनि पठतु. धातोः अनन्तरं धातु पठामि वा? कुह् विस्थापने विस्मापने कुह् कुहयति, मृग अन्वेषणे मृग् मृगयते, गृह् ग्रहणे गृह् गृहयते, वीर् विक्रान्तौ वीर् वीरयते वीर्, शूर् विक्रान्तौ शूर् शूरयते, स्थूल शूरयते. हिन्दीभाषा ओ क्षम्यतां, स्थूल परि ब्रह्म बृह्णे स्थूल स्थूलयते, सत्र सन्तानक्रियायां सत्र सत्रयते, अर्थ याचने अर्थ अर्थयते, गर्व माने गर्व गर्वयते. द्वयोः गणयोः अपि धातवः नित्य आत्मनेपदिनः. भेदः अयं तत् यत् अकस्मात् आत्मनेपदी धातुषु यत्र यत्र उपधायां लघु इक् वा लघु अकारः अत् अस्ति तत्र तत्र यथासामान्यं गुणः वृद्धिः वा भवति एव. किन्तु आघर्वाद् आत्मनेपदिनः यतः अदन्तदातवः अतः तत्र उपधायां लघु इक् वा लघु अकारः अस्ति चेदपि अचः परस्मिन् पूर्ववदौ इत्यनेन गुणः वृद्धिः न च न भवतः तदेव महोदयेन उक्तवान् किल तदेव अत्र आकस्मात् आत्मनेपदी धातुषु यत्र यत्र उपादायां लघु इक् अस्ति या लघु अकारः अस्ति गुणः वा वृद्धिः वा भवति एव परन्तु अचः परस्मिन् पूर्वविधौ इति क्षम्यतां तत्र गुणः वृद्धिः भवति एव आघर्वात् आत्मनेपदिनः तत्र लघु इक् लघु अकारः अस्ति चेत् उपधायाम् अचः परस्मिन् पूर्वविधौ इति सूत्रेण गुणः वा वृद्धिः वा न भवतः किमर्थमित्युक्ते सर्वे तु अदन्तदातवः अदन्तजात परन्तु आकस्मात् दात्वनेपदीषु तु गुणः भवति अदन्तदातुः नास्ति तत्र अदन्तदातुः गुणः भवति अत्र आघर्वात् आत्मनेपदिनः गुणः न भवति अदन्तदातवः गुणः न भवति ये दातवः आकस्मात् आत्मनेपदिनः अपि आघर्वात् आत्मनेपदिनः अपि न सन्ति ते सर्वे निचश्च इति सूत्रेण उभयपदिनः एव यदा चोरयति चोर्यते इत्यादीनि रूपाणि ये दातवः अत्र आकस्मात् वा आघर्वात् आत्मनेपदिनः न अस्ति ते उभयपदिनः अस्ति सन्ति चोरयति चोरयति इति रूपं प्राप्नोति ते सर्व निचश्च इति सूत्रेण अनन्तरम् अन्यत् सूत्रम् शेषात् कर्तरि परस्मैपदम् हेमा भगिनी अस्तु भगिनि पठामि वैकल्पिकाः निजन्तदातवः एकोनपञ्चाशत् अधिकशतं दातवः सन्ति इमे दातवः वैकल्पिकाः निजन्तदातवः अतः धातुः योगः णिच् योगः शप् चुरादिगणे वा धातुः योगः केवलं शप् द्वादिगणे इव अत्र वैकल्पिकरूपं विवृतम् अस्ति वैकल्पिकाः निजन्तदातवः चुरादिगणे अपि भ्वादिगणे दृष्टान्तः दत्तम् चुरादिगणे धातुः निच्योजनेन अनन्तरं विकरणप्रत्ययशप् योजनेन भवति परन्तु भ्वादिगणे तु निच् नास्ति तत्र केवलं धातुः शप् विकरणप्रत्यययोजनेन लटीरूपं प्राप्तं यथा युज् इति धातुः स्वीकृत्य युज् योगः णिच् योगः शप् युजि युजे युजि योज् योजि इति नूतनाङ्गं तदनन्तरं योजे योजै योजयति योजयते इति रूपद्वयं चुरादिगणे आगच्छति परन्तु भ्वादिगणे निचस्य अभावेन युज् योगः शप् एव भवति युज् योगः अकारेण उगन्तलघुपदस्य अनेन योज् इति भवति योज इति अङ्गं निष्पन्नं योजति इति रूपम् यदा कदापि कर्तरि सार्वधातुके परे विशिष्टविकरणप्रत्ययः न उक्तः तदा शप् इति विकरणप्रत्ययः भवति एव शप् तु सामान्यम् एते वैकल्पिकाः निजन्तदातवः पाणिनिना भ्वादिगणस्य धातुपाठे न उक्ताः किञ्च मातृभिः उच्यते यत् भ्वादिगणे भवन्तु यतोहि येषां कृते किमपि विशिष्टविधायकसूत्रं न अपेक्षितम् यथा भ्वादिगणे कर्तरि शप् इत्यनेन शप् विहितः तथैव अत्रापि न कोऽपि भेदः अपरेषु स्थलेषु अस्माभिः दृष्टं यत् कश्चन धातुः कस्मिंश्चित् धातुगणे नास्ति चेदपि तस्य गणस्य विकरणप्रत्ययः विधीयते विशिष्टसूत्रेण अत्र तथा किमपि नास्ति भ्वादिवत् कर्तरि शप् इत्यनेन कार्यं सिध्यति अतः इमे भ्वादिगणीयाः भवन्ति मातॄणां मतम्. भगिनी भवती वदति वा? न भगिनी एव वदतु भगिनि. अत्र एवं दत्तं सर्वत्र शप्तु सामान्यरूपम् आगच्छति दशगणेषु. यदि कश्चन विकरणविशिष्टप्रत्ययः न उक्तः तत्समये शप् आगच्छति एव. एतादृशाः वैकल्पिकनिजन्तदातवः पाणिनिः भ्वादिगणे न उक्तः, परन्तु पुष्पामाता वदति यत् भ्वादिगणे एव भवन्तु इति. यत्र कुत्रापि विशिष्टसूत्रं न अपेक्षितम् इति. साधारणतया सर्वे दातवः तु कर्तरिषप् इति एव कार्यं करोति. सुदादिभ्यः शः इति सूत्रं वदति तर्हि अन्यत् अन्यस्मिन् गणे उपविशति. इदानीं तु किमपि विशिष्टं किमपि न आसीत्, तर्हि भवादिकेवगणे एव भवतु इति मातुः अभिप्रायः तथा. खलु पुनः एकवारं वदतु भगिनि किमुक्तं. यत्र यत्र कर्तरि षप् इति तु सर्वत्र कार्यं तस्य प्रसक्तिः अस्ति खलु. तर्हि यत्र सूत्रं तु अत्र किमपि नास्ति खलु. एतत्तु विशिष्टकार्यमपि नास्ति खलु कर्तरि षप् इति. तर्हि एतानि सूत्राणि द्वादिगणे एव स्थापयितुं शक्नुमः इति मातुः अभिप्रायः. किन्तु पाणिनिः द्वादिगणे न उक्तवान्, पाणिनिः तु चुरादिगणे एव उक्तवान्. किन्तु निजन्तदातूनां कृते वा वैकल्पिकः निजन्तदातवः? अत्र वैकल्पिकः निजन्तदातवः इति नवचत्वारिंशत् अधिकशतं दातवः सन्ति खलु. तेषां कृते वैकल्पिकरूपेण निच् आगच्छति, निच् अस्ति. अनन्तरं वैकल्पिकरूपेण तु शप् अपि आगच्छति कर्तरि शप् इति भ्वादिगण इव भवति. तर्हि पाणिनिः उक्तवान्, पाणिनिः तु चुरादिगणे एव उक्तवान्, किन्तु वैकल्पिकनिजन्तदातवः इति. किन्तु किन्तु उक्तवान् इति नास्ति, तथा अस्ति इति. किन्तु मातृभिः यत् उक्तम् इत्युक्ते, माता यत् वदति इत्युक्ते, विशेषतया एतस्य कृते सूत्रं किमपि नास्ति इति माता वदति. तर्हि भ्वादिगणे एव स्थापयितुं शक्नुमः खलु. किमर्थं चुरादिगणे इति भ्वादिगणे मातृते सर्वे योजयति योजयते योजति सर्वे वा, नो चेत् केवलं कर्तरि शप् कृते ये आगच्छन्ति ते? मातुः अभिप्रायः अस्ति अत्र युज् योगः शप् इति अस्ति खलु. तर्हि युज् धातुः भ्वादिगणे भवतु. अनन्तरं यदा वयं दृष्टवन्तः खलु केषुचित् धातुगणेषु, यथा द्विवादिगणे अपि तथा अस्माभिः दृष्टं खलु. अन्तर्गणः भूत्वा अन्य अन्य क्षमाम् अष्टानां दीर्घः एकनिमिषम् किमासीत् यथा आसीत् वा भ्रा इति त्रुटि लशः इति. तत्र तु वयं शन् प्रत्ययः विकल्पेन आगच्छति खलु. तथा भवितुं किमपि किमपि सूत्रं नास्ति, तर्हि द्वादिगणे स्थापयित्वा वैकल्पिकरूपेण तत्र निच् अपि भवति इति वक्तुं शक्नुमः खलु. तदा एव वयं साधारणतया कुर्मः खलु. यत्र न उक्तं द्वादिगणे स्थापयित्वा विकल्परूपः रूपस्य कृते एकं सूत्रं योजयामः. किन्तु अत्र विपरीतरूपेण दत्तमस्ति, द्वादिगणे पाणिनिना न स्थापितमस्ति, किमर्थम् इति मातुः मातुः प्रश्नः अस्ति. इत्युक्ते यथा वदतु भगिनि, यथा इदानीं ब्राश् ब्लाश् घ्रमु क्रं क्रं त्रस् लश लश त्रुटि त्रुटि लशः इति सूत्रं साधारणतः ब्राश् इति धातुः तु द्वादिगणे इति स्वीकुर्मः. अनन्तरं वा इति योज्य एकं सूत्रं स्थापितवान् पाणिनिः, तर्हि षण् प्रत्यय अपि भवतु इति वा इति सूचितम्. यत्र यत्र साधारणरूपं भवति शप् आगच्छति चेत् तत्तु द्वादिगणे एव स्थापितवान् खलु. अत्र तु ब्राश् इति धातुः तु सः शन् इति द्विवादिगणे न स्थापितवान्, द्वादिगणे एव स्थापयित्वा तदर्थं द्विवादिगणस्य प्रत्ययनिमित्तिकम् एकं सूत्रं रचितवान्. तथा एव भवतु खलु अत्रापि, युज् इति द्वादिगणे स्थापयित्वा वा युज् किं वा युज् इति सर्वे धातुः तत्र स्थापयित्वा निच्छति वक्तुं शक्यते खलु. तर्हि आहत्य एकोन पञ्चाशत् अधिकशतं सर्वे धातवः द्वादिगणे एव भवतु इति वा इति मातुः अभिप्रायः. हा इति मातुः अभिप्रायः पूर्णतया यदि यदि निच् प्रयोजनं कुर्मः चेत् तथापि तत्रैव भवतु इति. यथा ब्रास् इति धातोः आसीत् खलु, ब्रास् इति धातोः आसीत्, कर्तरिषप् इति आगच्छति चेत् द्वादिगणे एव स्थापयतु, अनन्तरं षण् इति प्रत्ययस्य कृते एकं सूत्रं योजयामः. परन्तु द्वादिगणे एव स्थापयामः इति यथा ब्राश् इति अस्ति तथा एव युज्यति अपि द्वादिगणे स्थापयित्वा विच् प्रत्ययस्य कृते एकम् अन्यं सूत्रं योजयामः. धन्यवादः. मम पुष्पभगिनी उदाहरणं दत्तम् युज्यति दत्तमस्ति खलु, युज्यति शप्यति साधारण शप्यति आगच्छति योजति इति रूपम्. अनन्तरं निच् आगच्छति चेत् चेत् योजयति योज्यति योजयति इति रूपद्वयं अग्रे पृच्छति वा कर्तरिष्यति कः भगिनि का भगिनि पुष्पा भगिनि कर्तरिष्यत् धातुतः शप् प्रत्ययः भवति, कर्तृक सार्वधातुकप्रत्यये परे कर्तरि सप्तम्यन्तं शप् प्रथमन्तं प्रथमान्तं द्विपदमिदं द्विपदमिदं सूत्रम् सार्वधातुके यत् सूत्रं यत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः प्रत्ययः परश्च इत्यनयोः अधिकारः धातो हलादेः क्रियासमप्रिहारे प्रिहारे इत्यस्मात् धातोः इत्यस्य अधिकारः अनुवृत्तसहितसूत्रं धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके. पूर्वमेव जानीमः अनेकवारं अनेकवारं दृष्टवन्तः. अग्रे अग्रिमम् अग्रे पठतु. हा दृष्टवन्तः न इमे वैकल्पिकाः निजन्तधातवः पञ्चसु विभागेषु विभक्ताः सन्ति. आकुस्मियाः आस्वदीयाः अदृशीयाः इजादयः च निजन्ताश्रुदयः इदितः उदितः च एते अन्तर्गणाः सन्ति. एकैकस्य लक्षणं भिन्नं. यथा अस्वादीय अन्तर्गणे यत्र धातुः सकर्मकः तत्र निच् भवति, यत्र धातुः अकर्मकः तत्र निच् न भवति. निच् तु आगच्छति, आगच्छति अङ्गम्. चुरादिगणे धातुः उदित् चेत् इत् संज्ञक उपकारस्य अन्यत् फलं नास्ति चेत् निच् वैकल्पिकम् इति निचयति. येषु पञ्चषु सर्वत्र निजभावे धातुः परस्मैपदी एव भवति, आत्मनेपदी न भवति. किमर्थम् इत्युक्ते अत्र कर्तरिषप् इति आगत्य कार्यं करोति, भुवादिगणे इव भवति. तस्मिन् सन्दर्भे तु आत्मनेपदी इत्यस्य निच् नास्ति चेत् तद् आत्मनेपदी निचर्ष इति सूत्रं न कार्यं करोति, तर्हि आत्मनेपदीरूपं न सम्भवति एव. तर्हि वदति वा अत्र वैकल्पिकाः यत्र दातवः सन्ति पञ्चसु विभागेषु. अत्र उदाहरणम् अत्र पूर्णतया अत्र महोदय न विवृतवान्, किञ्चित् विवरणं दत्तवान् एव. एकमेव धातुः अत्र परिसमाप्ते उच्यते ते धातवः वेदेन तु उपयोगं करोति. पश्यामः इदानीं सुब्रह्मण्यमहोदय पठिष्यति तत्. तर्हि न वस्तुन एते बहु दातुतः उदाहरणं न दीयते, तत्र उदाहरणं अहं वदामि किं नास्ति. आकस्मीयाः दातवः तत्र प्रश्नः नास्ति खलु. पञ्चविभागाः सन्ति तस्य वैकल्पिकाः. अस्माकं नवचत्वारिंशत् एकशतं दातवः ये सन्ति तेषु पञ्चषु विभागाः विभक्ताः सन्ति. आकुस्मीयाः, आस्वादीयाः, आदृशीयाः, युजादयः च इति युजादयः निजन्ताश्चुरादयः इदितः उदितः च इति पञ्चसु विभागेषु भक्ताः. तर्हि लक्षणं भिन्नम् अस्ति. इदानीं तु महोदयेन न उक्तम्, अस्मिन् करपत्रे तु पूर्णतया तस्य विवरणं न दत्तं. तर्हि यत्र आस्वादीयाः इति उदाहरणार्थं दत्तवान्, यत्र वैकल्पिकम् एकस्य लक्षणं भिन्नं भवति इत्यस्य कृते उदाहरणं दत्तवान्. आस्वादीयगणम् इति स्वीकुर्मः चेत्, अन्तर्गणं स्वीकुर्मः चेत् अत्र सकर्मकः अकर्मकः इति चिन्तनीयं भवति. यत्र सकर्मकः भवति तत्र निच् वैकल्पिकं भवति, यत्र अकर्मकः अस्ति तत्र निच् वैकल्पिकं न भवति, तत्र तु भुवादिगण इव भवति, कर्तरिषप् इति एव कार्यं करोति. यत्र सकर्मकः अस्ति तर्हि तत्र निच् प्रत्ययः आगत्य रूपद्वयं सम्भवति. अनन्तरं चुरादिगणे धातुः उदित् चेत्, इदानीं चुरादि अन्यत् गणस्य उदाहरणं दत्तवान्, अन्यविभागस्य उदाहरणं. चुरादिगणे उदित् अस्ति चेत्, यस्य उकारस्य संज्ञा भवति चेत्, अन्यत् फलं नास्ति चेत्, अन्यत्र फलं नास्ति चेत् इत्युक्ते तस्य फलं नास्ति चेत् अन्येषां कृते फलं नास्ति चेत् इति आगच्छामि खलु तत्र. अस्ति अस्तु भगिनि. हेम भगिनी, रामप्रिया भगिनी, सुब्रह्मण्यमहोदय तथा अस्ति वा? स्वार्थे एव इति वा? इति वा मम प्रश्नः? तर्हि निच् वैकल्प्यम् इति सूचयति, तस्मिन् सन्दर्भे तु वैकल्पिकं भवति. किम अस्तु, अनन्तरं यत्र निजं निच् प्रत्ययः न भवति तत्र तु परस्मैपदीरूपं भवादिगणे एव भवति. अस्तु, आकुस्मीयाः धातवः आकुस्मादात्मने पदिनः द्विविधाः, केचन नित्यणिजन्ताः अन्ये वा णिजन्ताः अपि. ये वा णिजन्ताः सन्ति ते निच् अभावे शेषात् कर्तरि परस्मैपदमित्यनेन परस्मैपदिनः एव. अत्र पुनः प्रायः आकुस्मीयाः एकः पञ्चसु विभागेषु एकः विभागः आकुस्मीयाः धातवः, ते द्विविधाः अपि, तेषां केचन नित्यनिजन्ताः इत्युक्ते ते आत्मनेपदिनः परस्मैपदिनः अपि भवन्ति वा भगिनि? नित्यनिजन्ताः इत्युक्ते निच् प्रत्ययः आगच्छति, परन्तु अत्र भ्वादिगणे अपि भवति वा? अत्र नित्यं निच् इदानीमेव पूर्वं वयम् अस्माभिः दृष्टं खलु, अत्र आकुस्मात् आत्मनेपदिः पदिनः इति. नवत्रिंशत् दातवः तु नित्य आत्मनेपदिनः दातवः इति. नित्य आत्मनेपदिनः ते तु अस्तु भगिनि, इदानीं सम्यक्. केचन नित्यनिजन्ताः अन्ये वा णिजन्ताः अपि. ये वा णिजन्ताः सन्ति ते णिच् अभावे शेषात् कर्तरि परस्मैपदमित्यनेन परस्मैपदिनः एव. इत्युक्ते अत्र आकुस्मीयाः आत्मनेपदिनः इति दत्तमस्ति, अत्र नवत्रिंशत् धातवः ये सन्ति ते तु नित्य आत्मनेपदिनः धातवः, परन्तु धातुषु एकम् अन्तर्गणम् अस्ति. अकस्मात् आत्मनेपदिनः इति अन्तर्गणम् आकुस्मीयाः धातवः इति इत्यस्य अन्तर्गणस्य एकं भागम् अस्ति. अस्तु भगिनि, ये वा निजन्ताः ये नित्यनिजन्ताः न सन्ति ते निच् अभावात् परस्मैपदिनः एव भवन्ति इति तस्य अर्थः खलु? परस्मैपदिनः इत्युक्ते तत्र तु शेषात्कर्तरि परस्मैपदं कारणात् अत्र परस्मैपदिनः एव भवन्ति, परन्तु निच् रूपं वा निजन्ताः इत्युक्ते निच् अभावे इत्युक्ते ते भ्वादिगणे एव भवति भगिनि? भ्वादिगणे इव भवति. अत्र तु आकस्मात् आत्मनेपदिनः तु नित्यं निजन्तम् अस्ति च आत्मनेपदे एव भवति खलु, आत्मनेपदरूपमेव भवति तस्य. अनन्तरं किं भवति, केषाञ्चित् किं भवति, नित्यनिजन्तः इति रूपद्वयं भवति, केषाञ्चित् तु वा निजन्तः इति भुवादिगण इव रूपं भवति. यत्र वा निजन्तः इति वदामः तत्र तु निजन्तः यथा अस्ति तथा रूपद्वयं भवति, परस्मैपदे आत्मनेपदे रूपं भवति, अनन्तरं भुवादिगण इव रूपं भवति. निच् यत्र न आगच्छति इदानीमेव दृष्टवन्तः खलु, युज् इति धातोः दृष्टवन्तः यथा खलु, तर्हि निच् इत्यस्य रूपद्वयम् अनन्तरं वा इत्यस्य एकरूपं परस्मैपदे एकं भवति. परन्तु अस्तु भगिनि, अस्तु अस्तु, इदानीं किञ्चित् अवगच्छामि. पूर्णतया कृतं नास्ति महोदय, विवृतं न कृतवान् अस्तु. किञ्चित् तस्य प्रतिपादनम् इति कृत्वा किञ्चित् विवरणं दत्तवान्. अग्रे पठामि वा भगिनि? परिसमाप्तिः. चत्वारः धातुगणाः सन्ति यत्र अङ्गम् अदन्तं भवति. ते भुआदिगणः, दिवादिगणः, तुदादिगणः, चुरादिगणः च. येषां गणानां कृते अधुना सार्वधातुकलकाराणां पाठः परिसमाप्तः. आहत्य येषु चतुर्षु गणेषु सप्तशत अष्टाधिक एकसहस्रं धातवः सन्ति. धातुः सामान्यो अष्ट न भगिनि, अत्र सप्तशत चत्वार्यधिक एकसहस्रं धातवः सन्ति. धातुः सामान्यो वदतु भगिनि. न न वदतु भगिनि, अत्र अहं गत वर्गे अपि श्रुतवान्, पूर्णतया न अवगच्छामि. अत्र कथं वदनीयमस्ति? मम मतिः अस्ति उप उपसप्तशतमधिक एकसहस्रम् अस्तु भगिनि. नो चेत् चत्वारि अधिक चत्वारि अधिक शतशत एकसहस्रम् इत्यपि वक्तुं शक्नुमः. अस्तु भगिनि, धन्यवादः भगिनि. अत्र विपरीतक्रमेण वदामि खलु भगिनि, संख्यानां कृते चत्वारि मध्ये उक्तवान् अहं, परन्तु विपरीतक्रमेण वक्तव्यमस्ति अत्र. धन्यवादः भगिनि. धातुः सामान्यो वा विशेषो वा येषां सर्वेषु धातूनां कृते लट् लोट् लङ् विधिलिङ्ग् च तिगन्तरूपाणि अस्माभिः ज्ञातानि. पाणिनीयधातुपाठे आहत्य त्रिचत्वारिंशत् अधिक नवशताधिक एकसहस्रं धातवः सहस्रः अथवा सहस्रं भगिनि अत्र नित्यं नपुंसकलिङ्गपदं अस्तु भगिनि. एकसहस्रं धातवः सन्ति, अतः एतावता त्रिचत्वारिंशत् नवशत त्रिचत्वारिंशत् अधिक नवशताधिक एकसहस्रम् इत्येषु चत्वारि अधिक सप्तशतम् अधिक एकसहस्रम् इत्येषां सार्वधातुकलकाररूपाणि अस्माभिः अवलोकितानि. किञ्चित् पुनःस्मरणं क्रियते चेत् ज्ञास्यते यत् बहु किमपि व्यावहारिकं ज्ञानं सम्पादितम्. अवशिष्टाः केवलं नवत्रिंशत् अधिक द्विशतं धातवः सन्ति. येषाम् अङ्गम् अदन्तं नास्ति. सम्प्रति तेषां सार्वधातुकलकाररूपाणि परिशीलयिष्यामः. अत्र इदानीं पर्यन्तं वयं चत्वारधातुगणाः यस्मिन् अङ्गम् अदन्तमस्ति तेषां कृते अदन्तम् इति वदामः चेत् अदन्तम् इत्युक्ते अत्र विकरणप्रत्ययः शप् अथवा ष्यन् षा पुनः चुरादिगणे शप् अपि आगच्छति, तत्कारणात् अत्र अकारः भवति, तत्कारणात् यः अङ्गं निष्पन्नं भवति तिगन्तात् पूर्वं तत्तु अदन्तमेव भवति खलु भगिनि? यत्र तिङ् तिङ् योजयन् तिङ् इति प्रत्ययस्य योजयनस्य साक्षात् पूर्वं यत्र अस्ति रूपं पूर्वं तत् अकार तस्य अन्ते अकारः अस्ति चेत् अदन्तम् इति वार्ता. अस्तु भगिनि, इत्युक्ते अत्र तिगन्तपूर्वात् यः यः अङ्गमस्ति तत्तु अदन्त अदन्तं भवति खलु भगिनि येषां कृते? एकवारं किमपि भवति चेत् यत्र अकारः अस्ति किन्तु तस्य लोपः भवति चेत् अपि चेत् अदन्तम् इति न वदामः, साक्षात् तस्य किमस्ति तदपि वक्तव्यमस्ति अत्र साक्ष तिगन्तं पूर्वमेव साक्षात् पूर्वम् अत्र अङ्गम् अदन्तं योजनस्य पूर्वं यत्र अकारः अस्ति चेत् तस्मिन् सन्दर्भे अकारः दृश्यते चेत् अदन्तम् इति वदामः. किमर्थम् इत्युक्ते अन्ये प्रत्ययाः आगच्छन्ति, श्ना इति यथा योजयामः क्रियादिगणे तस्मिन् समये तु श्ना इति आकार ओके तत्र तु आकारः अस्ति किन्तु यत्र आकारस्य लोपः अन्यत् अपि कार्यं भवति, यत्र अकारः अस्ति चेत् अपि यत्र लोपः भवति चेत् अदन्तं न भवति तत्र अस्तु भगिनि, धन्यवादः. धन्यवादः. अहं पृच्छामि महोदय, अहं पृष्ट्वा वदामि महोदय. अस्माकं प्रश्नद्वयमस्ति खलु, एकमस्ति अस्माकं मितां ह्रस्वः इति तत्र आसीत्, अनन्तरमस्ति अत्र अन्यत् फलम् अन्यत् प्रश्नमासीत् अन्यत् फलं नास्ति चेत् इत्युक्ते किम् इति तदपि प्रश्नः तावदेव खलु प्रश्नद्वयमस्ति. सत्त्वं नुमागमः विषये भवति किल, पुनः पुनः सत्त्वं नत्वं नुमागमः उपधादिकं आं भगिनि अहं पृष्टवती पूर्वमेव पृष्टवती प्रायः अग्रिमसप्ताहे भविष्यति. आम् आं भगिनि, अस्तु भगिनि, धन्यवादः. धन्यवादः, शुभरात्रिः. धन्यवादः भगिनि, शुभरात्रिः. शुभरात्रिः.